गुरुब्रह्मा गुरुविष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरुवे नमः। सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे। अस्माकं प्रवर्तमानः मूलविषयः अस्ति तत्र पृथक्त्वं, भेदः, समानम् अथवा तयोः मध्ये वैलक्षण्यं वर्तते वा इति। तर्हि तस्य प्रश्नस्य उत्तरं तत्र केवलं संयोगस्य अवगमनेन एव कर्तुं शक्नुमः इति कृत्वा तत्र स्वर्गमहोदयस्य करपत्रं स्थापितमस्ति। तत्र करपत्रस्य पठनं प्रवर्तते इदानीं। तत्र गतवर्गे अपि तस्मात् प्राक् अपि वयं दृष्टवन्तः, तत्र यदि तत्र हस्तः अस्ति, हस्तः पुस्तकं तयोः मध्ये संयोगः भवति चेत् तत्र तदनन्तरं तत्र शरीरपुस्तकयोः संयोगः भवति। तत्र हस्तपुस्तकयोः संयोगः कर्मजः नाम क्रियया अभवत्, किन्तु तत्र शरीरपुस्तकयोः संयोगः प्रथमसंयोगेन अभवत् इति कृत्वा संयोगजसंयोगः इति वयं वदामः। तत्र अत्र अस्माकं चित्रमस्ति, तत्र अङ्गुलि इति यत् अस्ति तत्र हस्तः इति स्थापयामः। तत्र योगेन्द्रमहोदय नमस्कारः, नीताभगिनी नमस्कारः। नमस्कारः महोदय। नमस्कारः, नमस्कारः। अस्तु, इदानीं तर्हि तत्र मृणालिनी भगिनी तत्र किञ्चित् वदति वा अत्र अस्मिन् चित्रे। हस्तपुस्तकसंयोगः भवति, तदनन्तरं शरीरपुस्तकसंयोगः भवति, तर्हि तत्र कः भेदः इति किञ्चित् वदति वा भगिनि, मृणालिनी भगिनि। आम् आम्, यदा हस्तः पुस्तकं पृच्छति तदा प्रथम हस्तपुस्तकयोः संयोगः भवति, तत् संयोगः तु क्रिया जायते। अनन्तरं शरीरपुस्तकयोः सम्बन्धः तु संयोगसम्बन्धेन न जायते, क्रियया न जायते, संयोगजसंयोगः इति। सम्यक् वा? सम्यक् भगिनि, सम्यक्, उत्तमम् इति अस्ति। अतः तत्र एषः संयोगः एतं संयोगं जनयति, अतः एषः संयोगः एतस्य कारणम् अस्ति, अपि एषा क्रिया एतस्य संयोगस्य कारणम् अस्ति, अपि संयोगस्य कारणस्य कारणं क्रिया अस्ति इति कृत्वा क्रिया शरीरसंयोगस्य कारणं नास्ति, अन्यथा सिद्धा अस्ति। तर्हि तत्र क्रिया अपि शरीरसंयोगः तयोः मध्ये कार्यकारणभावः नास्ति, यथा कुलालः अस्माकम् उत्तम तत्र उदाहरणं कुलालः। तत्र कुलालः घटं प्रति कारणं, कुलालः घटं प्रति कारणम् अस्ति, किन्तु कुलालस्य पिता घटं प्रति कारणं नास्ति, यतोहि यद्यपि कुलालस्य पिता कुलालं प्रति कारणं, कुलालः घटं प्रति कारणं, किन्तु कुलालस्य पिता घटं प्रति न कारणम्, अन्यथा सिद्धा अस्ति इति अस्ति। अपि तत्र तर्हि अत्र कार्यकारणभावः अस्ति, अत्र कार्यकारणभावः अस्ति, किन्तु अत्र कार्यकारणभावः नास्ति। अपि केवलं तत्र पुरस्मरणार्थं तत्र विमला भगिनी, तत्र अत्र कार्यकारणभावः अस्ति, तत्र कीदृशं कारणं? क्रिया संयोगस्य कारणं कीदृशं कारणं? हस्तपुस्तकयोः संयोगस्य कारणमस्ति क्रिया, अपि च शरीरपुस्तकस्य संयोगस्य कारणमस्ति कर्म संयोगजसंयोगः। हस्तपुस्तकयोः विद्यमानसंयोगस्य कारणेन एव शरीरपुस्तकस्य संयोगः भवति. उत्तमम्. इदानीं तर्हि तत्र कार्यकरणभावद्वयमस्ति, एकम् एतदस्ति, अन्यत् अत्र अस्ति, खलु? आं महोदय. इदानीं प्रथमभागः स्वीकुर्मः, केवलं तत्र एषः भागः. हस्तपुस्तकयोगप्रयोगः क्रियया जायते, हस्तक्रियया जायते, तर्हि योगः कर्मजसंयोगः इति उच्यते. इति उच्यते, समीचीनम्. इदानीं संयोगः इति कीदृशः पदार्थः? गुणः अस्ति. गुणः अस्ति. तस्य समवायिकारणं किम् अस्ति? संयोगस्य समवायिकारणं, गुणस्य समवायिकारणं, गुणस्य समवायिकारणं सर्वदा घटरूपस्य समवायिकारणं संयोगः. न, घटरूपस्य समवायिकारणं किम् अस्ति? घटः. घटः रूपम् इति गुणः. गुणः गुणस्य समवायिकारणं द्रव्यं. द्रव्यं द्रव्यम् आश्रयः. अस्तु, समयकारणम् आश्रय द्रव्यमस्ति. आश्रयः अत्र अस्ति. संयोगः कुत्र वर्तते? हस्ते वर्तते. क्रियाः आश्रयः हस्तः अस्ति. द्रव्ये संयोगः हस्ते इत्युक्ते द्रव्ये भवति क्रियया. हा, तर्हि संयोगस्य आश्रयः अस्ति हस्तः. हस्तः एव समवायिकारणम्. अस्तु. तर्हि कार्यं कुत्र अस्ति? कार्यम् अधिकरणे. कार्यस्य अधिकरणं किं? हस्तः. कारणस्य अधिकरणं? तदपि हस्तः एव. हस्तः एव. हस्तः एव, समीचीनं. कारणं कार्यम् अधिकरणे केन सम्बन्धेन अस्ति? संयोगः अधिकरणे समवायसम्बन्धेन अस्ति. समवायसम्बन्धेन अस्ति. क्रिया अधिकरणे तदपि समवायसम्बन्धेन एव. समवायसम्बन्धेन एव. हा, तर्हि कारणमपि समवायसम्बन्धेन अधिकरणे अस्ति, कार्यमपि समवायसम्बन्धेन अधिकरणे अस्ति चेत् इदानीं क्रिया एतत् कारणं कीदृशं कारणमस्ति? समवायीकरणं प्रथमविध असमवायीकरणं द्वितीयविध असमवायीकरणं. एतद् साक्षात् हस्ते अस्ति इति कृत्वा प्रथमविध असमवायीकारणम् इति अस्ति. उत्तमं भगिनि. तदेव तदेव अस्ति. तर्हि एतत् प्रथमविध असमवायीकारणम्. प्रथमविध असमवायीकारणं. प्रथमविध असमवायीकारणं. कारणमस्ति. उत्तमं भगिनि, धन्यवादः. धन्यवादः. अग्रे तत्र शोभा भगिनी नमस्कारः, पद्मा भगिनी नमस्कारः. नमस्ते महोदय. चन्द्रमती भगिनी नमस्कारः. नमस्कारः भगिनि. अग्रे तर्हि तत्र शोभा भगिनी, अत्र इदानीम् अन्यः भागः, तत्र कार्यकारणभावः अस्ति, तत्र कीदृशं कारणमिति वदति वा? अन्यः भागः एषः. अस्तु महोदय. तत्र तर्हि हस्तः अस्ति अधिकरणम्. तत्र हस्तः अधिकरणम् इति स्वीकर्तुं शक्नुमः अथवा शरीरम् अपि अधिकरणरूपेण स्वीकर्तुं शक्नुमः. आम्, तर्हि तत्र द्वितीयविध असमवायिकारणं भवेत्. किं भगिनि? तत्र द्वितीय असमवायिकारणं भवेत्. द्वितीयविध असमवायिकारणम् एव अस्ति. यतोहि तत्र साक्षात् तत्र ये सम्बन्धाः सन्ति तेषाम् आधारेण, तत्र साक्षात् सम्बन्धाः सन्ति तेषाम् आधारेण वयं तत्र सामानाधिकरणीयं न कर्तुं शक्नुमः. परम्परासम्बन्धः अपेक्षितः. यतोहि एषः सम्बन्धः अस्ति अस्ति, एषः सम्बन्धः शरीरे अस्ति, अस्तः शरीरं नास्ति, अतः अधिकरणं भिन्नमेव। तर्हि तत्र अस्माकम् उदाहरणं द्रक्ष्यामः, तर्हि तत्र द्वितीयविध असमवायीकरणम् अस्माकं चित्रम् एतदासीत्। घटपरिमाणं प्रति कारणं तत्र कपालपरिमाणं समवायसम्बन्धेन किं तत्र कारणाधिकरणे स्थित्वा अत्र घटः कपालपरिमाणं कारणम् अपि च घटः अपि किं भवति तत्र कारणं भवति कपाल असमवायिकारणं भवति यतोहि तत्र न भगिनि एकमेक तर्हि कारणं किम् अस्ति अत्र अस्मिन् उदाहरणे? कारणमस्ति कपालपरिमाणम्। कपालपरिमाणम् अस्तु। कार्यम् अस्ति? कार्यं घटपरिमाणम्। घटपरिमाणम् अस्तु। इदानीम् अधिकरणं किम् अस्ति? अधिकरणं तत्र कपालः अपि अस्ति, घटपरिमाणस्य अधिकरणं घटः अपि अस्ति। किन्तु किं कुर्मः तत्र एकं चित्वा एव वक्तव्यम्। अत्र कपालः इति स्वीकुर्मः, कपालः इति स्वीकुर्मः, कपालः कपालः अधिकरणम् इति स्वीकुर्मः। अस्तु, इदानीं कपालः अधिकरणं भवति चेत् तत्र एतादृशं वक्तुं शक्नुमः महोदय, तत्र कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति अस्ति। कारणेन सह इत्यत्र कपालपरिमाणम् अस्ति अत्र कारणम् इति कपालपरिमाणं तेन सह। इदानीं एकमेकं सोपानं गच्छामः, तर्हि कारणं कपालपरिमाणम् अधिकरणे केन सम्बन्धेन अस्ति? समवायसम्बन्धेन अस्ति। समवायसम्बन्धेन अस्ति, तर्हि कपालपरिमाणं समवेतम् अस्ति कपाले इति वक्तुं शक्नुमः वा? आम्, समवेतम् अस्ति कपालपरिमाणसम्बन्धेन, कपाले समवेतम् अस्ति। अतः समवेतम् अस्ति कपाले, कपालपरिमाणं समवेतम् अस्ति। कपालः कपालपरिमाणसमवायी भवति, अधोगमने समवायी, उपरि गमने समवेतम्। तर्हि कपालपरिमाणं समवेतमस्ति कपाले अधिकरणे, कारणम् अधिकरणे समवेतम् अस्ति। इदानीं कार्यं तस्मिन् एव अधिकरणे कार्यस्य, इदानीं वाक्यं वदतु, कारणेन सह समवेतम् सह समवेतं सत् एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति असमवायिकारणं। तर्हि समवेतं सत् कारणं नाम कारणमपि समवेतम् अस्ति अधिकरणे, एकस्मिन् अर्थे कारणमपि समवेतम् अस्ति, समवेतं सत् कारणं, समवेतं सत् कारणम् इति साक्षात् कारणं वदति, समवेतं सत् कारणम् एव असमवायिकारणं। तर्हि समवेतं यत् कारणं नाम अत्र कपालपरिमाणमेव समवेतम् अस्ति, तदेव असमवायिकारणम् अस्ति खलु? आम्। किन्तु तस्मात् प्राक् किम् अस्ति? कारणेन सह समवेतम् अस्ति। सत्यं, कारणेन सह समवेतम् अस्ति इत्युक्ते घटः एव कारणं तत्र। न इदानीं अस्तु, तत्र कारणेन सह इति अस्ति, तत्र कारणम् इति पदेन किम् इष्टं? कार्यस्य कारणम् इति न तत्र किं वदनीयं महोदय? तत्र समवेतं सत् कारणम् असमवायि कारणम् इति अस्ति खलु? आम्, कारणेन सह समवेतं तत् कारणम् अपि समवेतम् अस्ति, कपालपरिमाणमपि समवेतं समवेतं सत् कारणम् अस्ति असमवायिकारणं। तर्हि कारणद्वयम् अत्र लिखितम् अस्ति यत् समवेतम् अस्ति कारणं तदेव असमवायिकारणं, किन्तु एतत् कारणम् अधिकरणे समवायसम्बन्धेन अस्ति किन्तु एकाकी नास्ति, अन्यत् अपि समवेतम् अस्ति। तत् किं तदस्ति यतोहि कारणेन सह इति लिखितं, तत्र कारणेन इति कस्य कारणेन, कस्य कारणेन सह इत्युक्ते तत्र कार्यस्य कारणेन इति, कार्यस्य इत्युक्ते घटपरिमाणस्य कारणं घटः, कार्यस्य सत्यं भगिनि, तत्र घटपरिमाणस्य कार्यस्य समवायिकारणेन सह समवेतम् अस्ति। आम् समवायिकारणेन सह कार्यस्य समवायिकारणेन सह समवेतं कपालपरिमाणम्। अतः अत्र कारणमस्ति कपालपरिमाणम्, अधिकरणमस्ति कपालः, कारणं समवेतमस्ति खलु अधिकरणे, कार्यमस्ति घटपरिमाणम्, कार्यं साक्षात् अधिकरणे नास्ति, परम्परासम्बन्धः अपेक्षितः खलु, सत्यं, किन्तु कीदृशं कीदृशसम्बन्धः परम्परासम्बन्धः इति अवगमनार्थं तत्र अथवा लक्षणवाक्ये किं लिखितं, कार्यस्य नाम घटपरिमाणस्य समवायीकारणं, समवायीकारणं किम् अस्ति घटपरिमाणस्य, घटपरिमाणस्य समवायीकारणं घटः एव, घटः एव, इदानीं तेन कारणेन सह समवेतं सत्कारणं, तर्हि घटेन सह समवेतं भवति नाम घटः अपि समवेतम् अस्ति, एतत् कारणमपि समवेतम्, एकस्मिन् अर्थे समवेतम् अस्ति चेत् तदा एतत् कारणं घटपरिमाणं प्रति समवायिकारणम्, असमवायि द्वितीयविध असमवायिकारणं भवति, कार्यं घटपरिमाणं, कार्यस्य समवायिकारणं घटः, यस्मिन् अर्थे घटः समवेतम् अस्ति तस्मिन्नेव अर्थे अन्यत् कारणमपि समवेतम् अस्ति चेत् तद्भवति द्वितीयविध असमवायिकारणम्। वदति वा भगिनी अथवा किं वदनीयं महोदय, नाम तत् चित्रं कथं घटते इति, किन्तु अन्य कोऽपि कुर्यात् तदनन्तरं भवती अपि करोतु, तर्हि तत्र नरसिंहड्डे महोदय एकवारं प्रयत्नं करोति वा महोदय, तत्र कथं घटते वाक्यम् अपि चित्रम् इति, कार्यस्य समवायिकारणं सह कार्यस्य समवायि कारणेन सह समवेतं सत् कारणम्, अत्र कार्यमस्ति घटपरिमाणम्, अत्र कारणेन सह समवेतं सत् कारणम्, अत्र कपालपरिमाणम् घटपरिमाणस्य कृते कारणमस्ति घटः, अत्र कीदृशं कारणं, कीदृशं कारणं समवायिकारणम्, अस्तु, इदानीं कपालपरिमाणं किं भवति, तत्र कपाले अधिकरणे भवति, पुनः समवायसम्बन्धेन, समवायसम्बन्धेन पुनः कपाल समवेतम् अस्ति घटेन सह, कपालपरिमाणं, कपालपरिमाणं समवेतम् अस्ति घटेन सह, कपालपरिमाणं समवेतम् अस्ति घट घटाधिकरणे, तत्र एव घट घटपरिमाणमपि समवायिसम्बन्धेन भवति तत्र घट अधिकरणे घटपरिमाणम् अधिकरणे तत्र अधिकरणं तत्र अधिकरणं सर्वदा कपालः कपालः स्वीकुर्मः चेत् इति एव कपालः इति एव कुर्मः तत्र कपालः इति अधिकरणम् अधिकरणं किं भवति कपालपरिमाणं कपाले भवति समवायसम्बन्धेन तर्हि कपालपरिमाणं समवेतम् अस्ति अधिकरणे समवेतम् तत्र वाक्यमस्ति कारणेन सह समवेतम् एकस्मिन् अर्थे कारणेन सह समवेतं सत्कारणम् असमवायि कारणम् द्वितीयविध असमवायि कारणम् तर्हि कारणेन सह समवेतं सत्कारणम् इदानीं कारणं समवेतमस्ति वा अधिकरणे कारणं समवेतमस्ति अत्र घट इति कारणं घटपरिमाणस्य कृते घट इति न न महोदय अस्तु अस्तु अस्तु तर्हि समवेतं सत्कारणम् इत्युक्तौ किम् अस्ति अत्र चित्रे समवेतं सत्कारणम् इत्युक्ते कपालपरिमाणं वा हा कपालपरिमाणं भवति इदानीं कारणेन सह इति अत्र कारणम् इत्युक्ते किम् अस्ति चित्रे चित्रे कारण इत्युक्ते कारणेन सह इति भागः तत्र अपि कारणम् इति पदम् अस्ति कारणेन सह अतः अत्र घटेन सह कारणेन सह एकस्मिन् अर्थे समवेतम् इत्युक्ते कपालपरिमाणम् एकस्मिन् अर्थे समवेतम् अस्ति अतः कारणेन सह समवेतम् इति दत्तमस्ति अत्र कपालपरिमाणं यत् कारणमस्ति घटपरिमाणस्य कृते कारणेन सह समवेतम् अस्ति तदेव लिखितमस्ति तादृशं भवति अस्तु तर्हि तत्र स्पष्टता भवति इति मन्ये किन्तु पुनरेकवारं कोऽपि कार्यं तु भिन्नम् अस्ति कार्यं घट घटपरिमाणम् अस्ति अत्र अतः कार्येण सह इति न दत्तमस्ति परन्तु कारणेन सह तत्र घटेन सह इति तस्य अर्थः इति अस्ति महोदय अस्तु अन्य कोऽपि पुनः एकवारं वदेत् तदनन्तरम् अग्रे सरामः तर्हि तत्र धन्यवादः महोदय तर्हि तत्र पद्मा भगिनी किञ्चित् वदति वा अत्र घटपरिमाणं घटे समवायसम्बन्धेन अस्ति समवेतत्वेन अस्ति कपालपरिमाणं कारणं तत् कपाले अधिकरणे समवायसम्बन्धेन समवेतत्वेन अस्ति घटः अपि कपाले समवेतत्वसम्बन्धेन अस्ति अतः अत्र कार्यस्य इत्युक्ते घटपरिमाणस्य समवायिकारणं घटः सो कार्यस्य समवायिकारणेन सह इत्युक्ते घटपरिमाणस्य समवायीकारणं घटेन सह इत्यर्थः समवेतं सत् इत्युक्ते तत्र घटः इदानीं कपाले समवेतत्वेन अस्ति तदेव कपालपरिमाणमपि समवेतत्वेन अस्ति अतः कपालपरिमाणं घटपरिमाणं प्रति कारणम् उत्तमं भगिनि केवलं तत्र उत्तमं तर्हि तत्र केवलं तत्र सम्बन्धः साक्षात् सम्बन्धः कपालपरिमाणं समवायसम्बन्धेन कपाले वर्तते किन्तु अन्यरीत्या वदामस्ति कपालपरिमाणं समवेतमस्ति कपाले इति अस्ति उत्तमं भगिनि समीचीनं तर्हि तत्र कार्येन सह घटेन कारणेन सह घटेन इति तत्र कार्येण एकस्मिन् अर्थे समवेतं सत्कारणम् असमवायिकारणम् इति प्रथमविध असमवायिकारणम् अत्र कार्येण सह इति कार्येण इति तत्र कार्येण सह इति भवेत्, तत्र कारणेन सह इति वदामश्चेत् द्वितीयविद असमवायिकारणं प्राप्नुमः. तर्हि तत्र प्रथमविद असमवायिकारणम् अस्ति, तत्र कपालद्वयसंयोगः घटं प्रति कारणम्. अत्र किं भवति, कारणम् अस्ति कपालद्वयसंयोगः समवायसम्बन्धेन कपाले वर्तते, अधिकरणे वर्तते. कार्यमस्ति घटः, सः अपि अधिकरणे समवायसम्बन्धेन वर्तते. तादृशी स्थितिः अस्ति चेत् तत्र प्रथमविद असमवायिकारणं. यत्र परम्परासम्बन्धः अस्ति तत्र भवति द्वितीयविद असमवायिकारणं. तर्हि समवायिकारणस्थले कारणस्य अवच्छेदकः धर्मः आध्यात्मिकसम्बन्धः, कार्यस्य अवच्छेदकः धर्मः अस्ति समवायसम्बन्धः. प्रथमविद असमवायिकारण स्थितौ कारणस्य अवच्छेदकः सम्बन्धः अस्ति समवायः, तदेव कार्यस्य अपि समवायसम्बन्धः एव अवच्छेदकः धर्मः. द्वितीयविध असमवायिकारण स्थितौ कारणं समवायसम्बन्धेन वर्तते, समवायसम्बन्धः एव अवच्छेदकः सम्बन्धः धर्मः. किन्तु कार्यं परम्परया भवति अधिकरणे, तत्र वाक्यं भवति कारणेन सह, नाम कार्यस्य समवायकारणेन सह, नाम कार्यं तस्य समवायिकारणे अस्ति, अपि तस्य समवायिकारणं समवायसम्बन्धेन अधिकरणे अस्ति इति एतेन भागेन वयम् अवगच्छामः. कार्यं समवायसम्बन्धेन, यतोहि कार्यस्य समवायिकारणं, कार्यस्य समवायिकारणं यदस्ति तत् कारणं समवायिकारणं समवायसम्बन्धेन अधिकरणे अस्ति. अतः कार्यम् अधिकरणे समवायिसमवायित्वसम्बन्धेन वर्तते, परम्परासम्बन्धः अत्र अस्ति इति अवगच्छामः. अतः एव कार्यस्य समवायिकारणेन सह एकस्मिन् अर्थे समवेतं तत् कारणं द्वितीयविद असमवायिकारणम् इति भवति. प्रश्नः अस्मिन् विषये आचार्य, तत् अन्तिमवाक्यं किमुक्तं तत् एकवारं पुनः वदसि वा? नाम प्रथमविध असमवायिकारणं तत्र पुस्तके किं लिखितम् इत्युक्ते कार्येण एकस्मिन् अर्थे समवेतं तत् कारणम् असमवायिकारणम्. एतदस्ति प्रथमविध असमवायिकारणम्. अत्र कार्येण इति तत्र कार्येण सह इति भवेत्, तृतीया अस्ति कार्येण सह, कार्येण सह एकस्मिन् अर्थे समवेतं तत् कारणम् असमवायिकारणं. तत् प्रथमविध असमवायिकारणं नाम कार्यमपि अर्थे एकस्मिन् अर्थे समवेतं, कार्यमपि अधिकरणे समवेतम् अस्ति, कारणमपि समवेतम् अस्ति अधिकरणे. तर्हि कपालद्वयसंयोगः अस्ति कारणं, घटः अस्ति कार्यम्, अधिकरणमस्ति कपालः, कारणं समवायसम्बन्धेन अस्ति, कार्यमपि समवायसम्बन्धेन अस्ति. एतत् कारणं कार्येण सह समवेतम् अस्ति एकस्मिन् अर्थे, प्रथमविध असमवायिकारणम्. अत्र लिखितं यद्यपि च मूले कार्येण कारणेन सह इति अत्र भवेत्, किन्तु वयं केवलं कार्येण इति उक्तवन्तः, कारणेन सह अपि अत्र स्थापितुं शक्नुमः. यदि तत् कुर्मः कारणेन सह तत्र एतद्भागं स्वीकृत्य यदि अत्र स्थापयामः, तर्हि वाक्यं किं भवति, कारणेन सह एकस्मिन् अर्थे समवेतं तत् कारणम् असमवायिकारणम्. प्रणली भगिनि सह एकस्मिन् अर्थे, खलु कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणं प्रथमविध असमवायिकारणं. सत्यं, अपि द्वितीयविध असमवायिकारणं. तत्र किं कुर्मः, द्वितीयविधस्य कृते कारणेन सह एकस्मिन् अर्थे वदामः वा? हा तदेव अस्ति भगिनि, कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमायिकारणं। तत्र कारणेन इति पदेन किम् इष्टम् इत्युक्ते तत्र घटपरिमाणस्य यत् कारणमस्ति तत् घटः गृहीतः अत्र, समवायिकारणं गृहीतः तत्र, सत्यं तदेव तदेव। तर्हि कार्येण सह इति जानीमः, कारणेन सह इति यदि स्थापयामः तत्र कार्यस्य समवायिकारणेन सह एकस्मिन् अर्थे समवेतं तत् कारणम् अस्माभि कारणम् इति भवति। कार्यस्य समवायिकारणेन सह एकस्मिन् अर्थे समवेतं तत् कारणं द्वितीयविध असमवायिकारणम्। अस्मिन् विषये कोऽपि प्रश्नः? तत्र यद्यपि मनसि स्पष्टता भवेत् तत्र स्पष्टतया वक्तव्यम् अस्ति, यदि तत् कुर्मः बहु सम्यक् भवति। तावदेव तत्र किमर्थम् एतादृशी शैली नाम कार्यस्य समवायिकारणेन सह इति यदि वदामः परम्परासम्बन्धः कः इति अपि जानीमः इति तावदेव। यदि प्रश्नः नास्ति चेत् अग्रे सरामः। कोऽपि प्रश्नः नास्ति वा? अस्तु तर्हि अग्रे सरामः। इदानीं तत्र तर्हि अत्र किम् आसीत्? अत्र प्रथमविध असमवायिकारणम्, अत्र द्वितीयविध असमवायिकारणं शरीरम् इति एव तत्र अधिकरणं हा क्षम्यतां क्षम्यतां, शरीरः इति अधिकरणमस्ति, हस्तः इति एव अधिकरणं, तत्र कारणमस्ति संयोगः, समवेतमस्ति हस्ते, कार्यमस्ति संयोगः शरीरसंयोगः, शरीरसंयोगस्य समवायिकारणमस्ति शरीरम्, एषः एतत् शरीरं समवेतम् अस्ति। तर्हि कार्यस्य समवायिकारणेन सह समवेतं तत् कारणं द्वितीयविध असमवायिकारणं नाम अत्र संयोगः इति भवति। तर्हि अत्र प्रथमविध असमवायिकारणम्, अत्र द्वितीयविध असमवायिकारणम्, अत्र कार्येण सह इति वर्णनं भवतु, अत्र कारणेन सह इति वर्णनं भवतु। अस्तु अग्रे सरामः। तर्हि इदानीं तत्र एतत् पठितवन्तः किन्तु अतः आरम्भं कुर्मः। तर्हि प्रश्नः एवम् इति तत्र योगेन्द्रमहोदय पठति वा? तर्हि श्रूयते महोदय? श्रूयते महोदय। तर्हि प्रश्नः एवं यत् कपालयोः परस्परसंयोगः यदा भवति तेन संयोगेन घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा? नास्ति, एकस्य कपालस्य तस्य एव घटस्य अवयवभूतेन अन्येन कपालेन सह यदा संयोगः भवति तेन कर्मजः अथवा संयोगजः संयोगः अवयविनी घटे न जायते। सो आरम्भतः तर्हि प्रश्नः एवं यत् कपालयोः परस्परसंयोगः यदा भवति तेन संयोगेन घटस्य संयोगः अन्येन मूर्तद्रव्येण सह जायते वा? नाम महोदय तत्र पूर्वं वयं किं दृष्टवन्तः, कपालपुस्तकयोः संयोगः भवति चेत् तर्हि घटपुस्तकयोः संयोगः भवति खलु? कपालद्वयस्य योजनेन घटः निर्मितः. इदानीं कपालः द्वयमपि अस्ति, घटः अपि अस्ति इति चिन्तयतु. इदानीं कपालपुस्तकयोः संयोगेन घटसंयोगः जायते खलु? कपालपुस्तकयोः संयोगेन घटपुस्तकयोः संयोगः जायते. यथा हस्तपुस्तकयोः संयोगेन शरीरपुस्तकयोः संयोगः जायते, तथैव तत्र कपालपुस्तकयोः संयोगेन घटपुस्तकयोः संयोगः जायते. इदानीं स्थितिः किञ्चित् भिन्ना अस्ति. कपालपुस्तकसंयोगः न उक्तः, किम् उक्तः? त्रिपालयोः परस्परसंयोगः इति उक्तमस्ति. इदानीं कपालद्वयम् अस्ति, तेन एव घटः निर्मितः. इदानीं कपालद्वयसंयोगेन किं घटे अपि संयोगः जायते वा, अथवा अन्यत् उदाहरणं, हस्तः हस्तपुस्तकयोः संयोगेन शरीरपुस्तकयोः संयोगः जायते खलु? इदानीं हस्तद्वयमस्ति, नमस्काररूपेण यदि हस्तद्वयस्य संयोगः जायते, तदा किं शरीरस्य संयोगः शरीरे संयोगः जायते वा अन्येन मूर्तद्रव्येन सह? न जायते खलु, न जायते. अतः तत्र किम्, अतः यदा कपालयोः परस्परसंयोगः भवति तदा घटस्य इत्युक्ते हस्तयोः यदा संयोगः भवति तदा तदा शरीरेण सह अन्य किमपि मूर्तद्रव्येण सह संयोगः न जायते. घटस्य संयोगः अन्य मूर्तद्रव्येण सह न जायते. एकस्य कपालस्य तस्य एव घटस्य अवयवभूतेन अन्येन कपालेन सह यदा संयोगः भवति तेन कर्मजः. एकस्य कपालस्य तस्य एव घटस्य अवयवभूतेन यः घटः अस्ति, कपालः अवयव अस्ति. एकः कपालः अस्ति, तत्र कपालद्वयमस्ति, तत्र एकं कपालं स्वीकृत्य तत्र तस्य घटः, तत्र कपालः अस्ति, घटः अपि अस्ति, घटस्य अवयवभूतेन इत्युक्ते अवयवभूतः कः अस्ति, नाम अवयवः कः अस्ति घटस्य? कपालः. कपालः एव. तर्हि यदि कपालद्वयमस्ति, तत्र कपालद्वयमस्ति तदा अन्येन कपालेन सह यदा संयोगः भवति, सो अन्येन कपालेन सह संयोगः भवति तेन कर्मजः अथवा संयोगजः संयोगः अवयविनी घटे न जायते. तत्र यदि एकः कपालः अस्ति, गतः अस्ति, तर्हि कदा संयोगेन एतयोः मध्ये संयोगः अस्ति चेत् कदा घटे संयोगः भवति, कदा घटे संयोगः न भवति? सर्वदा न भवति वा, अथवा एकः कपालः अस्ति, अन्यः कपालः अस्ति, एषः कपालः एतस्य घटस्य अवयवः. इदानीं कपालयोः मध्ये संयोगः भवति चेत् घटे कदा संयोगः भवति, घटे कदा संयोगः न भवति? कपालयोः मध्ये संयोगः भवति. श्रूयते महोदय? हा श्रूयते महोदय, किन्तु तत्र तत्र अन्यकोपि भवेत् महोदय तत्र, हा तर्हि तत्र उषा भगिनी किञ्चित् वदति वा तत्र एकः कपालः अस्ति, सः कपालः घटस्य अवयवः अस्ति, अवयवः अस्ति, अन्यः कपालः अस्ति तस्मिन् विषये वयं किमपि न वदामः, किन्तु प्रथमकपालः घटस्य अवयवः अस्ति, अवयवः अस्ति, आम्, इदानीं द्वितीयकपालः अपि अस्ति. इदानीं कपालयोः मध्ये संयोगः भवति इति चिन्तयामः, येन संयोगेन तदा गते संयोगः भवति, अपि तेन संयोगेन तदा गते संयोगः न भवति. प्रथमकपाल द्वितीयकपालयोः यदा संयोगः अस्ति, प्रथमकपाल कपालः इति घटस्य अवयवः इत्यनेन तत्कृते अपि संयोगः जायते खलु, घटस्य कृते अपि संयोगः जायते, यतोहि घटः इति कपालः घटः कपालस्य अधिकरणं भवति, कपालस्य अधिकरणम् अस्ति, कपालः एव कपालः घटस्य अधिकरणम् इति. किन्तु तर्हि तत्र प्रथमकपालस्य विषये वयम् उक्तवन्तः एषः कपालः घटस्य अवयवः, खलु? द्वितीयकपालस्य विषये वयं किमपि न उक्तवन्तः, अतः नाम यदि द्वितीयकपालः अपि घटस्य अवयवः अस्ति तदा किं भवति, यदि द्वितीयकपालः घटस्य अवयवः नास्ति तदा किं भवति? यथा द्वितीयकपालः घटस्य अवयवः भवति तदा तथा कपालद्वयोः संयोगः भवति चेत् घटस्य कृते अपि संयोगः जायते. घटस्य केन पदार्थेन संयोगः जायते तदा? केन पदार्थेन, केन पदार्थेन? नाम एतत् उदाहरणं वदामः प्रायः तत्र दट् इस् प्रथमसमवायी कारणं खलु. एतत् स्वीकुर्मः भगिनि, नाम हस्तद्वयमस्ति, एकः हस्तः अस्ति, कस्यचित् हस्तः अस्ति, अन्यः हस्तः अपि अस्ति, सः हस्तः कस्य इति न वदामः महोदय. न इट्स् नाट् वेरि क्लियर् महोदय, इट्स् नाट् वेरि क्लियर्लि हर्ड् महोदय, भवतः ध्वनिः पुनः सम्यक् नास्ति वा मम कृते वा? आर् एव्रिबडि श्रूयते, श्रूयते महोदय, श्रूयते बट् नाट् वेरि क्लियर् महोदय. इदानीं भगिनि इदानीमपि तथैव अस्ति वा? वदतु भगिनि. श्रूयते इति, श्रूयते ध्वनिः अस्ति परन्तु पदानि सम्यक् न श्रूयते. इट्स् नाट् द वर्ड्स् आर् नाट् हर्ड् वेरि क्लियर्लि महोदय. अस्तु अस्तु भगिनि, ऐ डोण्ट् नो इफ् इट्स् मै लैन् आर् बट् पद्मा भगिनी आल्सो सेस्. इदानीं किञ्चित् परिवर्तितम्, इदानीं कथमस्ति भगिनि? समानमेव इट्स् ओके महोदय, ऐ केन् ऐ लिसन्, ऐ मीन् श्रूयते महोदय, श्रूयते, नाट् सर्वं समीचीनं भवेत् एव, अतः वदामि एकनिमिषः. अस्तु इदानीं आं महोदय, एकनिमिषः तत्र इदानीं कथम् अस्ति भगिनि? न जि समानमेव अस्ति, समानमेव अस्ति वाय्स् मध्ये इति वा? अस्तु अस्तु, तर्हि तत्र अस्तु, तर्हि तत्र प्रश्नः प्रश्नः कः इति अवगतम् अवगतः वा? आं महोदय, कपाल प्रथमकपालम् अपि च द्वितीयकपालं संयोगः जायते चेत् घटस्य कृते संयोगः भवति वा? अपि च तेन कर्मज न न तत्र कीदृशसंयोगः इति त्यजामः, केवलं तत्र संयोगः भवति न वा इति, भवति न वा इति एव प्रश्नः. तर्हि तत्र यदि एकः तत्र तत्र शीखण्ड् भवति, तत्र हस्तसंयोगः भवति, हस्तद्वयोः संयोगः भवति, तदा किं भवति? शरीरहस्तस्य अपि संयोगः भवति भवति. आम्, नाम एकः अस्ति पुरुषः, तत्र रमेशः अस्ति, उमेशः अस्ति इति चिन्तयतु. रमेशस्य हस्तः उमेशस्य हस्तस्य तयोः मध्ये सम्बन्ध संयोगः भवति, तदा रमेशस्य शरीरस्य अपि उमेशस्य हस्तेन सह संयोगः भवति, खलु? तदा आम् आम् महोदय. हा, किन्तु यदि केवलं रमेशः एव अस्ति, रमेशस्य हस्तद्वयोः संयोगः भवति नमस्काररूपेण, अस्तु महोदय, तदा शरीरे संयोगः जायते वा? शरीरे संयोगः जायते वा इति प्रश्नः. नाम हस्तद्वयोः संयोगेन, हस्तः इति अस्ति, हस्तः इति अस्ति अत्र शरीरम्, तत्र अधिकरणं नास्ति, किन्तु केवलं तत्र शरीरम् इति चिन्तयामः. तर्हि तत्र यदि अत्र रमेशः इति चिन्तयामः, अत्र उमेशः इति चिन्तयामश्चेत्, तर्हि अत्र संयोगः भवति चेत् उमेशस्य हस्तः रमेशस्य हस्तः, यदि तयोः मध्ये संयोगः भवति चेत् शरीरहस्तयोः अपि संयोगः भवति, खलु? आं महोदय. पूर्वं वयम् अत्र हस्तम् इति स्थाने वयं पुस्तकम् इति स्थापितवन्तः. हस्तपुस्तकयोः संयोगः जायते चेत् शरीरपुस्तकयोः संयोगः जायते. तथैव यदि हस्तद्वयोः संयोगः जायते, तदा शरीरहस्तयोः संयोगः अपि जायते जायते. अस्तु, इदानीं किञ्चित् परिवर्तनं कुर्मः. तत्र एतदेव स्वीकृत्य, किन्तु इदानीम् अत्रापि रमेशस्य एव हस्तद्वयम्. इदानीं रमेशः नमस्कारं करोति, हस्तद्वयोः संयोगः जायते. इदानीं किं शरीरहस्तयोः संयोगः जायते वा? नास्ति महोदय. हा, इति एव भेदः. अत्र एतेन संयोगेन अत्र संयोगः जायते जायते. आम् आम्, किन्तु यदा हस्तद्वयमपि एकस्य एव शरीरस्य अवयवः भवति चेत् तदा संयोगः, अत्र संयोगः अस्ति किन्तु तेन संयोगेन अत्र संयोगः नास्ति. यत्र एषः हस्तः अवयवः नास्ति एतस्य शरीरस्य, तदा एव एतेन संयोगेन अत्र संयोगः जायते जायते अस्तु खलु तर्हि अतः अत्र किम् अस्ति कपालः अस्ति घटः अस्ति एषः कपालः घटस्य अवयवः इति उक्तः द्वितीयकपालः अस्ति यथा प्रथमकपालद्वितीयकपालयोः संयोगः चेत् घटस्य कृते धन्यवाद कपालद्वय द्वितीयकपालस्य कृते संयोगः नास्ति यदि नास्ति यदि द्वितीयकपालः अपि घटस्य अवयवः अस्ति घटस्य अवयवः अस्ति एतस्य एव घटस्य अवयवः द्वयोः अपि एकस्य अधिकरणे अस्ति एकमेव शरीरं यथा अस्ति तथैव एतत् एषः कपालः अपि एतस्य एव घटस्य अवयवः भवेत् भवति आम् आम् तदा एव संयोगः न जायते द्वितीयकपालः अन्यस्य घटस्य अवयवः अस्ति चेत् तदा संयोगेन संयोगः जायते समीचीनम् आम् आं महोदय यथा हस्तपुस्तकयोः संयोगः जायते चेत् शरीरपुस्तकयोः संयोगः जायते शरीर अत्र घटस्य स्थाने अस्ति सो अस्तु आम् योगेन्द्रमहोदय इदानीं तत्र वदति वा महोदय अन्यमूर्तद्रव्येण एव भिन्ना संयोगः द्वितीयकपालः इति अत्र अन्यमूर्तद्रव्य इति अस्ति अवयवः नास्ति इति अवयवः नास्ति इति चेत् तेन संयोगः जायते घटस्य उत्तमं तर्हि योगेन्द्रमहोदय किञ्चित् वदति वा महोदय अग्रे सः परस्परकपालसंयोगः अवयविनी किमपि संयोगं न उत्पादयति अतः यदा हस्तयोः संयोगः भवति सः संयोगः अवयविनी इति युक्ते शरीरे किमपि संयोगं न उत्पादयति हस्तद्वयमपि एकस्य शरीरस्य एव अवयवः सन्ति चेत् यदि तत्र एकः हस्तः एकस्य शरीरस्य अवयवः अन्यः हस्तः अन्यस्य शरीरस्य अवयवः अस्ति चेत् तदा हस्तद्वयोः संयोगेन शरीरहस्तयोः संयोगः जायते यदा भिन्नशरीरम् अस्ति तदा भिन्नशरीरम् अस्ति चेत् किन्तु यदि हस्तद्वयमपि एकस्य शरीरस्य एव अवयवः अस्ति चेत् तदा नूतनसंयोगः न जायते इति एव भेदः अतः एव तत्र किं लिखितम् अस्ति महोदय अत्र एकस्य कपालस्य इति तस्य एव घटस्य अवयवभूतेन अन्येन कपालेन नाम एतस्य घटस्य एव अन्यः अवयवः कपालः इति स्वीकुर्मश्चेत् तत्र अवयवभूतेन घटस्य अवयवभूतेन अन्येन कपालेन सह यदा संयोगः इति तस्य अर्थः कः एषः कपालः अस्ति तस्य घटः अस्ति तस्य एव घटस्य अन्य अवयवः कपालः इति अस्ति तदा यदि तयोः मध्ये संयोगः भवति तेन कर्मजः अथवा संयोगजः संयोगः अवयविनि घटे न जायते तदा न जायते यदि कपालद्वयमपि एकस्य घटस्य एव अवयवः अस्ति चेत् अस्तु अग्रे अग्रे तर्हि समीचीनं महोदय इदानीं स्पष्टता अस्ति इति मन्ये खलु धन्यवादः महोदय धन्यवादः महोदय अस्तु तर्हि अग्रे पद्मा भगिनी अग्रे पठति वा सः इति आरभ्य सः परस्परकपालसंयोगः अवयविनि कमपि संयोगं न उत्पादयति द्वयोः कपालयोः परस्परसंयोगः अन्येन मूर्तद्रव्येण सह घटस्य संयोगं प्रति कारणं न भवति इति वास्तवमेव कपालस्य अन्येन मूर्तद्रव्येण सह संयोगः एव घटे संयोगं जनयति. सः परस्परकपालसंयोगः अवयविनि कमपि संयोगं न उत्पादयति. कपालयोः संयोगः अस्ति चेत् एकस्य घटस्य कपालद्वयं भवति खलु, तत्र तयोः परस्परसंयोगः अवयविनि घटे कमपि संयोगं न उत्पादयति. इत्युक्ते संयोगम् अन्यमूर्तद्रव्येण न उत्पादयति इति स्वीकर्तुं शक्नुमः. अपि अन्येन अपि तत्र अत्र यदि हस्तः आसीत् तत्र द्वितीयकपालस्थाने हस्तः आसीत् तदा किं भवति, कपालहस्तयोः संयोगेन घटहस्तयोः संयोगः जायते खलु. इदानीं हस्तस्तरे कपालः अस्ति, इदानीं तयोः मध्ये संयोगेन किं घटकपालयोः मध्ये संयोगः जायते वा? न उत्पादयति. अत्रापि न संयोगः, अन्येन सह अपि न संयोगः. एकस्य घटस्य अवयवाः सन्ति चेत् तादृशं तयोः परस्परसंयोगेन अवयविनि नूतनसंयोगः न जायते. अवयविनि अवयवस्य संयोगः न भवति तादृशम्. सत्यं भगिनि, तत्र सत्यं, चित्रं लिखामः तर्हि तत्र सत्यं भगिनि. नाम यथा पूर्वम् आसीत् तत् इदानीं किञ्चित् भिन्नः अस्ति, नाम समीचीनमेव भगिनि. तत्र कपालः अपि तत्र अवयवः घटः इति अस्ति, तर्हि घटः इति अत्र लिखामः. तर्हि पूर्वं पुस्तकम् इति आसीत् इति चिन्तयामः, तर्हि तत्र पुस्तकेन सह संयोगः यदा भवति अत्रापि संयोगः भवति, किन्तु इदानीं तत्र अवयवाः सन्ति इति चिन्तयामः. अवयवः प्रथमः अवयवः, द्वितीयः अवयवः एकस्य एव, तर्हि अवयविनि अवयवी अत्र अस्ति. तदा वयं किं, यदि अत्र पुस्तकम् अत्र अस्ति तयोः मध्ये संयोगः अस्ति चेत् तयोः मध्ये अपि संयोगः भवति. किन्तु यदि तयोः मध्ये संयोगः अस्ति चेत् तस्य केनापि पदार्थेन संयोगः भवति वा? केनापि अन्यपदार्थेन संयोगः वा? अपि द्वयोः मध्ये, अपि द्वयोः मध्ये पुस्तकमिति स्थाने यदि नाम प्रथम अवयवः यदि अत्र संयोगः भवति तदा अत्र संयोगः भवति, अत्रापि भवति. इदानीं पुस्तकमिति स्थाने यदि द्वितीयः अवयवः इति स्थापयामः, इदानीं प्रश्न, तयोः मध्ये संयोगः अस्ति चेत् किं तयोः मध्ये संयोगः अस्ति वा? संयोगः न भवति, समवायः भवति इति वक्तुं शक्नुमः. अपि समवायपूर्वमेव आसीत्, समवायपूर्वमेव अस्ति, अत्र कार्यकारणभावः नास्ति खलु, न भवति इति. एतेन संयोगेन अन्यसंयोगः कमपि न संयोगः न कोऽपि भवति. अतः एषः परस्परसंयोगः अवयवयोः परस्परसंयोगेन अवयविनि नूतनसंयोगः न जायते. यदि हस्तद्वयम् एकस्य एव हस्तद्वयं नमस्काररूपेण स्वीकुर्मश्चेत् तत्र शरीरे नूतनसंयोगः न जायते. यदि कपालद्वयम् एकस्य एव कपालद्वयं स्वीकुर्मश्चेत् तयोः परस्परसंयोगेन घटे नूतनसंयोगः न भवति. घटस्य अन्येन मूर्तद्रव्येन अपि सह न कोऽपि संयोगः, कपालेन सह अपि न संयोगः, कुत्रापि नूतनसंयोगः नास्ति. खलु समीचीनं वा? समीचीनम्. अस्तु तर्हि, हा तर्हि पुनः एकवारं, सः परस्परकपालसंयोगः, सः परस्परकपालसंयोगः अवयविनी कमपि संयोगं न उत्पादयति. अवयविनी इत्युक्ते अत्र घटः, सो घटे कमपि नूतनसंयोगं न उत्पादयति एतस्य परस्परसंयोगेन. तत्र महत्त्वपूर्णपदमस्ति परस्पर, नाम परस्पर इति एकस्य एव घटस्य अवयवाः इति. द्वयोः कपालयोः परस्परसंयोगः अन्येन मूर्तद्रव्येन सह घटस्य संयोगं प्रति कारणं न भवति. द्वयोः कपालयोः परस्परसंयोगः संयोगेन अन्येन मूर्तद्रव्येन सह घटस्य संयोगः न भवति. अतः एव संयोगं न भवति, अतः एव तस्य कृते कारणमपि न भवति. कार्यमस्ति चेदेव कारणम् इति चिन्तनं, कार्यमेव नास्ति तत्र, संयोगमेव नास्ति तर्हि कारणमपि न भवति. अन्येन मूर्तद्रव्येन इत्युक्ते अत्र पुस्तकमिति स्वीकुर्मः, किन्तु परस्परसंयोगेन तत्र कपालद्वयोः परस्परसंयोगेन घटः अपि पुस्तकं तयोः मध्ये तत्र संयोगः भवति वा? न भवति. न भवति. अतः एव तस्य कारणभावः नास्ति. कपालस्य अन्येन मूर्तद्रव्येन सह संयोगः एव घटे संयोगं जनयति. कपालस्य अन्येन मूर्तद्रव्येन, कपालस्य एकपुस्तकम् अस्ति चेत् कपालस्य पुस्तकयोगो सम्बन्धः, संयोगसम्बन्धः भवति चेत् घटे अपि तद् संयोगं जनयति एव, यतः अवयविनी अवयवः अवयविनी अपि समानमेव. अतः तत्र पूर्वस्मिन् परिच्छेदे तत्र एकवारं तत्र हैलैट् करोमि. तर्हि तत्र अत्र वाक्यम् अवयवसंयोगेन अवयविनः संयोगजसंयोगः जायते इति अस्ति खलु वाक्यम्? तद्वाक्यं यथा लिखितं सत्यं वा अथवा किञ्चित् तत्र परिवर्तनम् अपेक्षितम्? अवयवसंयोगेन इत्युक्ते तत्र कपालसंयोगेन अवयविनः संयोगः जायते अन्यमूर्तद्रव्येन सह वा इति वक्तव्यं खलु? तत्र प्रश्नः, अवयवसंयोगः अन्येन मूर्तद्रव्येण सह भवति चेत् तदा अवयविनी अपि संयोगजसंयोगः भवति इति एव तत्र. अतः तत्र किञ्चित् तत्र परिवर्तनं तत्र किञ्चित् वक्तव्यमस्ति. केवलं सर्वविध अवयवसंयोगः अवयविनि संयोगं न जनयति, केवलम् अन्येन मूर्तद्रव्येण सह अस्ति चेदेव एषः संयोगः घटे नाम अवयविनि नूतनसंयोगः नूतनसंयोगं जनयति. अतः अन्येन मूर्तद्रव्येण सह इति अत्र अपेक्षितम् अस्ति. अस्तु, धन्यवादः भगिनि. अस्तु अग्रे इदानीं तत्र नीता भगिनी अग्रे पठति वा? अधुना कपाले काचित् क्रिया जाता कर्म जातम् तेन कर्मणा घटे संयोगः न उत्पद्यते यथा उपर्युक्तम् तेन कर्मणा यः कोऽपि संयोगसम्बन्धः भवति स च संयोगः कपालस्य एव न तु घटस्य अतः अत्र कर्मजः संयोगः अवयविनि घटे अवश्यं न जायते पुनः अवयवसंयोगेन द्वयोः कपालयोः परस्परसंयोगेन अपि अवयविनि घटे संयोगजः संयोगः न जायते इत्युक्तौ अस्माकं नियमः अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते इत्यत्र कार्यं न करोति कपालयोः परस्परसंयोगेन अवयविनि घटे कोऽपि संयोगः न जायते इति अवश्यं स्वीकरणीयम् अधुना कपाले काचित् क्रिया जाता कर्म जातम् तत्र चिन्तनमस्ति प्रथमता तु अस्माकं प्रश्नः अस्ति अवयवसंयोगेन अवयविनः संयोगज संयोगः जायते वा न वा सर्वदा भवति वा न वा इति सर्वदा भवति वा न भवति इति प्रश्नः कपाले काचित् क्रिया उत्पन्ना तेन कर्म जातम् कर्मणा क्रियया घटे संयोगः न उत्पद्यते यथा उपर्युक्तम् यदा तत्र कर्म जातं कर्म भवति काचित् क्रियया द्वारा तत्र कर्मणा घटे संयोगस्य उत्पादनं न भवति तत्तु पूर्वस्मिन् तत्र प्रायशः किञ्चित् किञ्चित् तत्र स्पष्टता अस्ति वा तत्र संयोगः न उत्पद्यते यथा उपर्युक्तम् इति अत्र कपालस्य अन्येन मूर्तद्रव्येण सह संयोगः एव यदा अवयवः नास्ति चेत् एव संयोगः जायते द्वयोः अवयवोः मध्ये संयोगः भवति चेत् अवयविनः संयोगः न जनयति न भवति उत्तमम् उत्तमं तथैव अस्ति तथैव अस्ति अत्र केवलं तत्र क्रिया किमर्थम् आगता इत्युक्ते तत्र यदि वयं स्वीकुर्मः तत्र कपालः तत्र सर्वदा तत्र कपालः अपि पुस्तकं तयोः मध्ये संयोगसम्बन्धः भवति चेत् घटपुस्तकयोः सम्बन्धः संयोगसम्बन्धः भवति अपि एषः संयोगः कथं भवति क्रियया भवति नाम कपाले विद्यमाना क्रियया तत्र तयोः मध्ये संयोगसम्बन्धः भवति इति चिन्तयामः इदानीं पुस्तकम् इति स्थाने पुस्तकं इति कर्मज संयोगः जायते इदानीं पुस्तकम् इति स्थाने पुनः अन्यः अवयवः स तस्यैव घटस्य अन्यः अवयवः स्वीकुर्मः तर्हि एकः अवयवः कपालः अन्यः अवयवः कपालः अपि तयोः मध्ये संयोगः कर्मज क्रियया जायते इति चिन्तयामः तर्हि काचित् क्रिया जाता कर्मा जातं नाम क्रियया कपालद्वयोः परस्परसंयोगः जायते इति चिन्तयतु तेन कर्मणा घटे संयोगः न उत्पद्यते यथा उपरि उक्तम् अस्ति अत्र खलु क्रियया यत् संयोगः उत्पद्यते तेन क्रियया यत् संयोगः भवति तेन घटे अवयवे अवयविनि संयोगः तत्र न भवति इति घटे तत् संयोगः न उत्पद्यते इति दत्तमस्ति सत्यं क्रियया अवयवयोः परस्परसंयोगः भवति किन्तु तेन अवयविनि न कोऽपि संयोगः जायते न जायते तेन कर्मणा यः कोऽपि संयोगसम्बन्धः भवति स च संयोगः कपालस्य एव न तु घटस्य पुनः एकवारं तस्य एव स्पष्टीकरणं दत्तमस्ति स्त्रियया संयोगसम्बन्धः वर्तते स्त्रियया संयोगसम्बन्धः वर्तते सः संयोगसम्बन्धः कर्मजः संयोगसम्बन्धः कपालस्य एव कर्मजः संयोगसम्बन्धः न तु घटस्य संयोगः इति अतः अत्र कर्मजः संयोगः अवयविनि घटे अवश्यं न जायते कर्मजः संयोगः कपाले अवश्यं वर्तते परन्तु अवयविनि घटे तत् कर्मजः संयोगः सः कर्मजः संयोगः अवयविनि घटे न जायते इति विधानम् पुनः अवयवसंयोगेन द्वयोः कपालयोः परस्परसंयोगेन कपालद्वयं घटस्य अवयवः कपालद्वयस्य संयोगः इत्युक्ते कपालद्वयस्य परस्परसंयोगः इत्युक्ते अवयवसंयोगः इति अवयवसंयोगेन अपि अवयविनि घटे संयोगजः संयोगः न जायते अवयवद्वयस्य संयोगेन घटे इति अवयविनि घटे अवयविनि संयोगजः संयोगः एवं न भवति तर्हि अतः तत्र अवयवसंयोगेन नाम परस्परकपालयोः परस्परसंयोगः वा इति तादृशम् अवयवसंयोगेन अवयविनि घटे तत्र संयोगजसंयोगः अपि न भवति कर्मजसंयोगः अपि न भवति खलु न भवति अतः तत्र संयोगः न उत्पद्यते एव कर्मजसंयोगः अपि न उत्पद्यते संयोगजसंयोगः अपि न उत्पद्यते अस्माकं नियमः तत् पूर्वस्मिन् परिच्छेदे तत्र अवयवसंयोगेन अवयविनः संयोगजः संयोगः जायते इत्यत्र कार्यं न करोति तत् अस्माकं यत् नियमः अस्ति यः नियमः अस्ति तत् सर्वदा सत्यं न भवति अवयवः अवयवसंयोगेन अवयविनः संयोगजः संयोगः न जायते न तत्र नियमः कार्यं न करोति इति दत्तमस्ति यतोहि तत्र अवयवसंयोगः अस्ति किन्तु अवयविनः नाम घटस्य संयोगज संयोगः नास्ति नास्ति तर्हि नियमः सम्यक् नास्ति नियमः तत्र कार्यं न करोति कपालयोः परस्परसंयोगेन अवयविनि घटे कोऽपि संयोगः न जायते इति अवश्यं स्वीकरणीयं नियमस्य परिष्कारं कृत्वा तत् एषः निष्कर्षः कपालयोः परस्परसंयोगेन अवयविनि घटे कोऽपि संयोगः न जायते यतो तत्र हस्तयोः हस्तयोः परस्परसंयोगेन अपि अवयविनि इत्युक्ते शरीरे कोऽपि संयोगः न जायते इति अवश्यं स्वीकरणीयम् स्वीकरणीयम् अस्ति उत्तमं हा धन्यवादः भगिनी हा तथैव अस्ति हा समीचीनं कोऽपि प्रश्नः अस्ति अत्र नाम वदतु स्पष्टमस्ति प्रश्नः नास्ति स्पष्टमस्ति अस्तु अन्येषां कृते प्रश्नः अस्ति वा नाम अवयवयोः परस्परसंयोगः अस्ति चेत् अवयविनि नूतनसंयोगः न जायते किन्तु यदि अवयवः अपि तत्र अन्यः मूतद्रव्यम् अन्यत् मूतद्रव्यं तयोः मध्ये परस्पर तयोः मध्ये संयोगः अस्ति चेत् तदा अवयविनि अपि संयोगः जायते इति भवति इति एतावत् तत्र चिन्तनम् अस्तु अग्रे तर्हि चन्द्रमती भगिनी अग्रे पठति वा न स्वीकृतं चेत् किं भवति अन्यथा यदि द्वयोः कपालयोः परस्परसंयोगेन खडे संयोगः जायते इति अस्माभिः स्वीक्रियेत तर्हि कपालः खडेन संयुक्तः इति स्वीकर्तव्यं स्यात् अन्यस्य वस्तुनः अभावे यत् नितरां दोषपूर्णं पठामि वा वदामि वा किञ्चित् अग्रे अपि पठतु भगिनि अवेविनि इदानीं संयोगः उपपादनीयः कपालयोः परस्परसंयोगेन खडे संयोगः जायते इति प्रतीतिः यदि स्वीकृता तर्हि केन सह तस्यां दशायां केवलं कपालः अस्ति खडश्च अस्ति अतः द्वयोः संयोगः अभवत् इति मन्तव्यं किन्तु तादृशी प्रतीतिः लोके न भवति इयं प्रतीतिः अनुभवविरुद्धा तथापि परस्परसंयोगः जातेन संयोगेन अवयविनि संयोगः स्वीकृतश्चेत् एषा प्रतीतिः आपद्यते वस्तुतः अनिष्टा वस्तुतः असम्भवति किन्तु इदानीम् आपद्यते न स्वीकृतं चेत् किं भवति अवयवयोः संयोगेन अवयविनि संयोगः भवति इति स्वीकरोति चेत् किं भवति समीचीनम् इति प्रश्नः अन्यथा यदि द्वयोः कपालयोः परस्परसंयोगेन खडे संयोगः जायते इति अस्माभिः स्वीक्रियेत् कपालसंयोगेन कपालद्वयसंयोगेन कपालद्वयोः परस्परसंयोगेन खडे संयोगः जायते इति वयं स्वीकरोति चेत् किं भवति इति अत्र वदति तर्हि कपालः खडेन संयुक्तः इति स्वीकर्तव्यं स्यात् अन्यस्य वस्तुनः अभावे कपालद्वयसंयोगेन एव खडं जनयति किन्तु कपालः खडेन संयुक्तः इति स्वीकर्तव्यं स्यात् तादृश यत् तादृशचिन्तनं दोषपूर्णम् अस्ति तत्र किञ्चित् वदति वा कथं तत्र एतत् आगच्छति तत्र घटेन कपालः घटेन संयुक्तः इति कपालः कपालद्वयः खड अवयवः अस्ति खडस्य द्वयोः परस्परसंयोगेन एव खडं जनयति अत्र तादृश अवयवसंयोगेन परस्परसंयोगेन अवयविनि किमपि संयोगः न जायते मूर्त अन्येन मूर्तद्रव्येण सह संयोगः भवति चेत् एव अवयविनि संयोगः जायते इति इदानीं वयं दृष्टवन्तः समीचीनं भगिनि तर्हि अत्र उत्तमं भगिनि तर्हि तत्र चित्रं लिखामः तर्हि तत्र यदि तत्र कपालेन सह पुस्तकस्य संयोगः भवति चेत् खडे संयोगः जायते उत्तमं तर्हि यदि तत्र एतादृशी स्थितिः अस्ति कपालपुस्तकयोः मध्ये संयोगः भवति चेत् संयोगः जायते तदा घटपुस्तकयोः मध्ये संयोगजसंयोगः भवति उत्तमं इदानीं कपालपुस्तकयोः संयोगः भवति चेत् खडे संयोगजः संयोगः जायते उत्तमम्. इदानीं सा एव स्थितिः, किन्तु पुस्तक इति स्थाने तत्र वयं किं कुर्मः? कपालः, कपालः इति अन्यः अवयवः स्थापयामः. तर्हि द्वितीयकपालः, प्रथमकपालः इति स्थापयामः. तर्हि तयोः मध्ये परस्पर तत्र संयोगः अस्ति चेत् अस्ति चेत् तत्र संयोगः न जायते. हा, अपि मधु तद् न स्वीकुर्मः, घटे न जायते इति न स्वीकुर्मः, घटे संयोगः जायते इति स्वीकुर्मः. तर्हि तत्र तयोः मध्ये संयोगः जायते इति स्वीकरणीयम् खडकपालयोः. हा, घटकपालयोः मध्ये एव संयोगः संयोगः स्वीकरणीयम् स्वीकरणीयः. संयुक्तः इत्युक्ते संयोगसम्बन्धेन अस्ति. संयुक्तः नाम संयोगसम्बन्धः. अत्र घटकपालेन सह संयुक्तः, खडः कपालेन सह संयुक्तः इति स्वीकरणीयम् इत्युक्ते तयोः मध्ये कपालघटकपालयोः मध्ये संयोगसम्बन्धः अस्ति इति स्वीकरणीयं भवति. अत्र संयोगसम्बन्धः इति यथा स्वीकुर्मः, तयोः मध्ये तत्र संयोगः अस्ति इति तादृशं अत्र अपि स्वीकरणीयं भवति. संयोगः इति स्वीकरणं भवति, किन्तु एषः कपालः घटस्य अवयवः अस्ति खलु. अवयव अवयविनी तयोः मध्ये सम्बन्धः कः? समवायसम्बन्धः. समवायसम्बन्धः एव. अतः तत्र तयोः मध्ये सम्बन्धः सर्वदा समवायः, न कदापि संयोगः, अतः दोषपूर्णः. यदि घटेन घटे संयोगः जायते इति स्वीकुर्मः, तदा अत्र संयोगः अस्ति, घटे संयोगः अस्ति इति चिन्तनं भवति. केन सह इत्युक्ते अत्र पुस्तकेन सह इति आसीत्, तर्हि अत्र कपालेन सह इति भवेत्. किन्तु कपालेन सह इति भवति चेत् दोषपूर्णं, यतोहि कपालः घटस्य अवयवः. तर्हि तत्र सम्बन्धः समवाय एव भवेत्, संयोगः न कदापि भवति. अवयविनि इदानीं संयोगः उपपादनीयः. कपालयोः परस्परसंयोगः, खडे संयोगः जायते इति प्रतीतिः यदि स्वीकृता, तर्हि केन सह? इदानीं वयं तादृशं स्वीकरोति अवयविनि अवयवेन सह संयोगः जायते इति स्वीकरोति चेत् केन सह संयोगः इति वयं पश्यामः. तस्यां दशा इति प्रश्नः उदेति, केन सह इति प्रश्नः उदेति. तस्यां दशायां केवलं कपालः अस्ति, खडः च अस्ति, केवलं तद् अस्ति खलु. यथा पूर्वं घटः पुस्तकमेव आसीत्, इदानीं घटः अस्ति, कपालः अस्ति, तद् तावदेव अस्ति. अतः द्वयोः संयोगः अभवत् इति मन्तव्यम्. अतः कपालखडयोः संयोगः अभवत् इति स्वीकरणीयं, चिन्तव्यम्. किन्तु एतादृशी प्रतीतिः लोके न भवति, तादृश लोके तादृशसम्भवः न भवति, तादृशचिन्तनं न भवति. कपालयोः अवयवः अवयवेनोः सम्बन्धः न भवति, संयोगः इति न अङ्गीकृतम्. इयं प्रतीतिः अनुभवविरुद्धा एव, तादृशप्रतीतिः अनुभवे नास्ति. यतोहि तत्र किम् अस्ति, हस्त यत्र संयोगः अस्ति तत्र वियोगः अपि भवति. किन्तु घटकपालः कपालः घटस्य अवयवः अस्ति, किं तत्र घटं पृथक् कर्तुं शक्नुमः वा कपालात्? न, तस्य नाशं भवति. न, अतः एव तत्र अवयव अवयविनोः सम्बन्धः समवायः, समवायसम्बन्धः यत्र अस्ति तत्र पृथक् न कर्तुमेव शक्नुमः, किन्तु यत्र संयोगः अस्ति तत्र पृथक् कर्तुं शक्नुमः. पृथक् नाम वियोगः भवति तत्र. अतः तादृशचिन्तनम् अनुभवविरुद्धम् एव, अनुभवविरुद्धः. तथापि परस्परसंयोगः जातेन परस्पर अवयवोः परस्पर अवयवोः परस्पर अवयोः जातेन संयोगेन अवयविनि संयोगः स्वीकृतश्चेत् एषा प्रतीतिः आपद्येते. परस्पर अवयवयोः जातेन संयोगः अवयविनि भवति इति. इदानीं हस्तद्वयमस्ति, हस्तद्वयस्य क्रियया किमपि संयोगः जायते चेत् शरीरे संयोगः जायते इति स्वीकरोति चेत् एषा प्रतीतिः आपद्यते. नाम तत्र अवयव अवयविनि अवयवि तयोः मध्ये संयोगसम्बन्धः इति प्रतीतिः आपद्यते. आगच्छति आगच्छति आपद्यते नाम आपतति नाम वस्तुतः अनिष्टा वस्तुतः अनिष्टा वस्तुतः असम्भवति किन्तु इदानीम् आपद्यते. वस्तुतः तादृश अनिष्टा एव असम्भव असम्भवम् अनिष्टा एव तादृश कार्यं वस्तुतः इदानीं तादृशचिन्तनम् आपद्यते आगच्छति. वयं तादृशं स्वीकरोति चेत् तादृशचिन्त प्रतीतिः आपद्यते आपद्यते यत् समीचीनं नास्ति. तर्हि तत्र अतः तत्र किं भवति यदि वयं स्वीकुर्मः तत्र परस्पर अवयवयोः परस्परसंयोगेन अवयविनि संयोगः जायते इति स्वीकुर्मः तदा किं भवति अवयव अवयवि तयोः मध्ये संयोगः अस्ति इति स्वीकरणीयम् अस्माभिः स्वीकरणीयं भवति यत् वयं न स्वीकर्तुम् अङ्गीकर्तुम् इच्छामः तर्हि तत् सम्यक् नास्ति इति एव अस्माकं चिन्तनं भवति. तर्हि तदा किं भवति परस्पर अवयवयोः परस्परसंयोगेन अवयविनि संयोगः न जायते इति एव वयम् अङ्गीकुर्मः. अवयवयोः परस्परसंयोगेन अवयविनि संयोगः न जायते इति आपत्यते जायते इति स्वीकुर्मश्चेत् सम्यक् चिन्तनं न भवति. अतः न जायते इति स्वीकुर्मश्चेत् स्वीकरणीयम् इति अस्ति. वदतु भगिनि. आपद्यते इत्युक्ते किम्? आपतति इति तस्य कर्मणि नाम आपतति नाम आगच्छति नाम अस्माकं चिन्तनं तद् आगच्छेत् इति नास्ति किन्तु तत् आपद्यते तत्र भवति सम्भवति. अत्र प्रतीतिः आपद्यते नाम यदि तत्र नूतनसंयोगः जायते इति स्वीकुर्मः तदा किं भवति तेन तत्र किम् आगच्छति आपतति तत्र अवयव अवयवि तयोः मध्ये संयोगसम्बन्धः इति तेन वयं तेन सिद्धः भवति. यथा अत्र अस्माकम् उदाहरणं कपालः कपालपुस्तकयोः संयोगेन घटपुस्तकयोः संयोगः जायते खलु. इदानीं पुस्तकम् इति स्थाने अन्यत् अन्यः अवयवः अन्यः कपालः स्थापयामः तत्र. इदानीं यदि वयं चिन्तयामः तयोः मध्ये संयोगः जायते चेत् अत्र अपि संयोगः जायते इति यदि चिन्तयामः तर्हि किं भवति अवयव अवयवी तयोः मध्ये सम्बन्धः संयोगः इति आगच्छति आपद्यते. यदि वयं स्वीकुर्मः परस्पर अवयवयोः तत्र यदि वयं परस्पर कपालयोः परस्परसंयोगेन घटे संयोगः जायते इति स्वीकुर्मश्चेत् कपालद्वयोः मध्ये संयोगसम्बन्धः इति आपद्यते. यतोहि यथा स्थितिः अत्र अस्ति तथैव अत्रापि स्थितिः भवेत् खलु. पुस्तकम् इति स्थाने कपालः अस्ति, अत्र संयोगः जातः, अत्रापि संयोगः जातः इति चिन्तनं, किन्तु संयोगः केन सह इत्युक्ते केवलं कपालः एव अस्ति, अन्यत् किमपि नास्ति तत्र. किन्तु एषः कपालः अवयवः अस्ति घटस्य. आपतति इत्युक्ते भवति इति भवति. अस्माकम् इष्टः नास्ति तत्र, आपत् इति वदामः खलु, आपत् आपतति. वयं तद् न इच्छामः किन्तु जीवने भवति आगच्छति. आपतति. अस्तु महोदय, धन्यवादः. समीचीनं. अस्तु, अन्य कोऽपि प्रश्नः? नो चेत् उत्तममस्ति, एतावत् वयं आगतवन्तः, तत्र परिष्कारः नियमस्य परिष्कारः अपेक्षितः इति तावत्पर्यन्तम् आगतः. अग्रे आहत्य इति आरभ्य पठितुं शक्नुमः. समीचीनमस्ति, धन्यवादः. सर्वेषां नमस्कारः, धन्यवादः. अग्रिमवर्गे मिलामः. धन्यवादः. नमस्कारः.